पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 58 युधिष्ठिर उवाच कथयस्व प्रसादेन ममाग्रे मधुसूदन इषस्य कृष्णपक्षे तु किं नामैकादशी भवेत् श्रीकृष्ण उवाच अश्विने कृष्णपक्षे तु इन्दिरा नामनामदः तस्या व्रतप्रभावेन महापापं प्रणश्यति अधो योनि गदानां च पितॄणां गदिदायिनी शृणुष्वावहितो राजन् कथां पापहरां परां यस्या श्रवणमात्रेण वाजपेयफलं लभेद पुरा कृतयुगे राजन् बभूव नृपनन्दनः इन्द्रसेन यदि ख्याध पुरा माहिष्मदीपदिः स राजा पालयामास धर्मेण यशसान्विदः पुत्रपौत्र समायुक्तो धनधान्यसमन्विदः माहिष्मत्यधिपो राजा विष्णुभक्तिपरायणः जपन् गोविन्दनामानि मुक्तिदानि नराधिपः कालं नयति विधिवदध्यात्मध्यानचिन्तकः एकस्मिन् दिवसे राज्ञि सुखासीने सदो गदे अवतीर्यागमत्तत्र ह्यम्बरान्नारदो मुनिः तमागतमभिप्रेक्ष्य प्रत्युद्धाय कृताञ्जलि पूजयित्वाध विधिना शासने सम्न्यवेशयद सुखोपविष्टं स मुनिं प्रत्युवाच नृपोत्तमः राजोवाच त्वत्प्रसादान्मुनिश्रेष्ठ सर्वं च कुशलं मम अद्य क्रतुक्रिया सर्वाः सफलास्तव दर्शनाद प्रसादं कुरु देवर्षे ब्रूह्यागमनकारणम् नारद उवाच श्रूयतां नृपशार्दूलमध्वजो विस्मयप्रदं ब्रह्मलोकादहं प्राप्तो यमलोकं नृपोत्तम शमनेनार्तिदो भक्त्या उपविष्टो वरासने धर्मशीलसत्यवांस्तु भास्करिं समुपासते बहुपुण्यप्रकर्ता च व्रतवैकल्यदोषदः सभायां श्राद्धदेवस्य मया दृष्टपिता तव कथितस्तेन सन्देशत्तं निबोधजनेश्वर इन्द्रसेन इति ख्यातो राजा माहिष्मदीपतिः तस्याग्रे कथय ब्रह्मन् स्थितं मां यमसंनिधौ केनापि चान्द्रायेण पूर्वजन्मोद्भवेन च स्वर्गं प्रेषय मां पुत्र इन्दिरा पुण्यदानदः युक्त्युक्तोऽहं समायादसमीपं तव पार्थिव पितुस्वर्गकृते राजन्निन्दिरा व्रतमाचर तेन व्रतप्रभावेन स्वर्गं यास्यति ते पिता राजोवाच कथयस्वप्रसादेन भगवन्निन्दिराव्रतं विधिना केन कर्तव्यं कस्मिन् पक्षे तिथौ तथा नारद उवाच शृणुराजेन्द्र ते वच्मि व्रतस्यास्य विधिं शुभम् अश्विनस्यासि ते पक्षे दशमी दिवसे शुभे प्रातस्नानं प्रकुर्वीद श्रद्धायुक्तेन चेदसा ततो मध्याह्नसमये स्नानं कृत्वा समाहितः पितॄणां हृदये श्राद्धं कुर्यात् श्रद्धा समन्वितः एकभक्तं तदः कृत्वा रात्रौ भूमौ शयीत च प्रभादे विमले जादे प्राप्ते चैकादशी दिने मुखप्रक्षालनं कुर्यात् दन्तधावन्नवर्जितं उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः अद्य स्थित्वा निराहारः सर्वभोगविवर्जितः स्वो भोक्ष्ये पुण्डरीकाक्ष शरणं मे भवाच्युत इत्येवं नियमं कृत्वा मध्याह्नसमये तथा शालग्रामशिलाग्रे दुःस्नानं कुर्याद्यथा विधि पूजयित्वा हृषिकेशं धूपगन्धादिभिस्तद्धा रात्रौ जागरणं कुर्यात् केशवस्य समीपदः ततः प्रभातसमये प्राप्ते वै द्वादशी दिने अर्चयित्वा हरिं भक्त्या श्राद्धं कुर्याद्यथाविधि पितॄणां पिदये श्राद्धं कुर्याच्छ्राद्धासमन्वितः गोधूमचूर्णैर्यच्छ्राद्धं कृतं मेध्यकृतं भवेद् यवैर्व्रीहि तिलैर्माशैर्गोधूमैश्चणकैस्तथा ब्राह्मणान् भोजयेद्राजन् दक्षिणाभिप्रपूजितान् बन्धुदौहित्रपुत्राद्यैः स्वयं भुञ्जीदवाग्यदः अनेन विधिना राजन् कुरुव्रतमदन्धृतः विष्णुलोकं प्रयास्यन्ति पितरस्तव भूपते इत्युक्त्वा नृपदिं राजन्मुनिरन्तरधीयत यथोक्तविधिना राजा चकारव्रतमुत्तमम् अन्धःपुरेण सहितपुत्रभृत्यसमन्वितः कृते व्रते तु कौन्देय पुष्पवृष्टिरभूद्दिवः तत्पिता गरुडारूढो जगाम हरिमन्दिरम् इन्द्रसेनोऽपि राजर्षि कृत्वा राज्यमकण्टकं राज्ये निवेश्य तनयं जगामत्रिदिवं स्वयम् इन्दिराव्रतमाहात्म्यं तवाग्रे कथितं मया पठनाश्रवणाद्राजन् सर्वपापैः प्रमुच्यते भुक्त्वेह निखिलान् भोगान् विष्णुलोके वसेच्छिरम् इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायाम् उत्तरखण्डे उमापतिनारदसंवादे आश्विनकृष्णेन्दिरैकादशीनामाष्टपञ्चाशत्तमोऽध्यायः ओ